नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति अजादिगणे अजन्तदातवः इति. अत्र अजादिगणे कर्तरि शप् इति सूत्रेण शपः विधानं भवति. तत्पश्चात् अधिप्रवृत्तिभ्यः शपः इति सूत्रेण शपः लुक् भवति. तर्हि अत्र प्रत्ययस्य लुक् यदा भवति तदानीं सामान्यतया प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययस्य लक्षणं तिष्ठति. परन्तु यदा प्रत्ययस्य लुक् भवति तदानीं न लुमताङ्गस्य इति सूत्रेण प्रत्ययलोपे प्रतिलक्षणं न भवति. इत्युक्ते यदा शपः लुक् भवति तदानीं शपं निमित्तीकृत्य अङ्गकार्याणि न भवन्ति इति अत्र विशेषवार्ता अस्ति. तर्हि इदानीम् अङ्गकार्याणि न भवन्ति चेत् सामान्य अङ्गकार्याणि न भवन्ति, परन्तु लुकं निमित्तीकृत्य अपि कानिचन कार्याणि भवन्ति. तानि कार्याणि तु भवन्ति एव, यथा तत्र उतो वृद्धिर्लुकि हलि इति सूत्रं वर्तते. तत्र प्रत्ययस्य लुक् जातः चेदपि तत्र किञ्चित् कार्यम् अङ्गकार्यमेव अस्ति, तद् भवति. परन्तु अन्यत्र सामान्य अङ्गकार्याणि न भवन्ति. तर्हि धातोः पुरतः साक्षात् तिङ्प्रत्ययः अस्ति. तिङ्प्रत्ययं निमित्तीकृत्य एव कार्याणि भवन्ति. तर्हि अत्र सिद्धप्रत्ययाः, अनदन्ताङ्गानां ये प्रत्ययाः सन्ति ते एव प्रत्ययाः अत्रापि सन्ति. तर्हि इदानीम् आकारान्तदातवः, ईकारान्तदातवः तत्सर्वम् अस्माभिः दृष्टं. तत्र ईकारान्तेषु वि इति धातुः अस्ति, कश्चन धातुः अस्ति वि इति धातुः. गतिव्याप्तिप्रजनकान्त्यसनखादनेषु इति धातुः. ततः आरभ्य एकवारं पश्यामः. तत्र शुभभगिनी आरब्धमिच्छति वा? आं भगिनि. गतवर्गे वर्गं चालितवती, धन्यवादः तदर्थं. धन्यवादः. आम् अग्रे गच्छति वा? इदानीं वि धातुः खलु? आं, सेक्षन् डि. आम्, वि धातुः गतिव्याप्तिप्रजनकान्त्यसन खादनेषु. गतिव्याप्तिप्रजनकान्ति असन, प्रायशः तत्र भगिनि कान्त्यसन खादनेषु. हलादिपित्सु गुणः वियोगः ति वेति इति भवति. अजादिपित्सु गुणः अयादेशः वियोगः आनि वे योगः आनि व योगः ऐ इति अयादेशस्य योगः आनि वयानि इति रूपम्. हलादि अपित्सु स्नितिच इति गुणनिषेधः वियोगः तः वीतः. अजादि अपित्सु स्नितिच गुणनिषेधः तत्रापि अचिष्णुधातु भ्रुवां योरिव इयङ्गु वङ्गौ इत्यनेन इयङादेशः वियोगः अन्ति व तत्र वि इत्यस्य इकारस्य इयादेशः वकारः योगः इकारः योगः अन्ति वियन्ति. अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि. उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु इति. इदानीं रूपाणि लटि वदनीयं वा भगिनि? आमाम्, इदानीं वदतु. अस्तु, तर्हि तत्र लटि सिद्धतिङ्प्रत्ययः ति तः अन्ति इति प्रथमपुरुषे. तर्हि वियोगः ति, तत्र ति इति पित् प्रत्ययः, अतः गुणः भवति तत्र. तत्र पुरतः सार्वधातुकप्रत्ययः, सार्वधातुक अर्धधातुकयोः इत्यनेन वे इति भवति, वेति इति भवति. तः इति तु अपित् प्रत्ययः, हलादि अपित् प्रत्ययः. तत्र केवलं वियोगः तः, तत्र वीतः नीतिचायतनेन गुणनिषेधः. बहुवचने अन्ति इति, तत्र वियोगः अन्ति, तत्रापि किं तत्र अपित् प्रत्ययः, अजादि अपित् गुणः न भवति. तत्र तर्हि तत्र अचिष्णुधातु भ्रुवां योरियङ्गुवङ्गौ इत्यनेन इयादेशः भवति वि इत्यस्य इकारस्य वियोगः इ योगः अन्ति वियन्ति इति. इदानीं सि मध्यमपुरुषे एकवचने वियोगः सि तत्र सकार तत्र हा वियोगः सि इति भवति चेत् तत्रापि हलादि अपित् प्रत्ययः क्षम्यतां तत्र हलादि पित् प्रत्ययः तर्हि तत्र तु वे इति पुनः सार्वधातुक अर्धधातुक धातुकयोः इत्यनेन वे वेसि इति भवति आदेशप्रत्ययोः इत्यनेन वे वेशि इति भवति तदनन्तरं पुनः तत्र अपितः वियोगः थः तत्र तु वीथः पुनः वीथः वीथ इति तर्हि वेशी वीथः वीथ उत्तमपुरुषे मीति पित् प्रत्ययः तत्र वियोगः मी तत्रापि गुणः वेमि इति भवति तदनन्तरं वियोगः वः वियोगः मः तत्र किमपि कार्यं नास्ति विवः विमः इति भवति यत्र गुणः भवति तद् सार्वधातुक अर्धधातुकयोः इत्यनेन भवति इति मन्ये. तर्हि लटिरूपाणि सम्यक् वा भगिनि? आम् आम् यत्र यत्र गुणः तत्र सर्वत्र सार्वधातुक अर्धधातुकयोः इत्यनेन समीचीनं समीचीनं. तर्हि इदानीं तत्र अग्रे लोटि मीना भगिनि. वि इति धातु तत्र लोटि तु तामं तु हितं त आनि आमयति सूत्र प्रत्ययाः सन्ति तत्र वियोगः वियोगः तु तत्र हलादि फित् अस्ति तस्मात् सार्वधातुकस्य गुणः भवति वे वे वे वे तु भवति अथवा वीतात् एव तात् इति गित् अस्ति अपि गित् प्रत्यय अस्ति तदनु वियोगः तां तत्र वीताम् एव तिष्ठति तत्र हलादि अपि अस्ति वीतां तदनन्तरं वी तु ताम् अन्तु तत्र वियोगः अन्तु भवति तत्र अन्तु इति अजादि अजादि अपि अस्ति तस्मात् गुणः न भवति इति चेत् सूत्रेण तस्मात् अचिष्णु धातु युवोर्यङ् योग युवोर्यङ् वङौ इति इत्यनेन यङ् आदेशः भवति अन्तु अन्तु इति तत्र वि वि यकारस् वि वियि अन्तु भवति ईकारस्य यकारः भवति वियन्तु इति अन्तिमरूपं तदनन्तरं हितु तामन्तु तदनन्तरं हितन्त हि इति तत्र इदानीं फेर् हिल् अपि चेति सूत्रेण तत्र गुणं न भवति वि विहि एव तिष्ठति अथवा वीतात् भवति हि तं त वीतं वीत एव तत्र हलादि अपि अस्ति गुणं निषेधः भवति तत्र वीतं वीत तदनन्तरं वया वि आनि तत्र वे वे तत्र आनि अस्ति वे सार्वधात्कार्थदात्विको अस्ति इति कारणेन वे आनि तदनन्तरम् एचोयावः इति सूत्रेण अयावः तत्र वयानि भवति वयानि वयाव वयाम तादृशमेव सम्यक् सम्यक् सम्यक् सम्यक् सम्यक्. तर्हि इदानीं लङ्लकारः सरस्वती भगिनी वदति वा लङ्लकारः? आं भगिनि नमस्ते. तर्हि अत्र लङ्लकारे आडजादीनां सह अट् सारि लङ्लुङ् षडुदात्तः अनेन अट् आगमः भवति अतः अ भवति तत्र अवि सिद्धतिङ्ग प्रत्ययाः सन्ति कथाम् अन् स्वकं त अं व म तर्हि अ वि तदनन्तरं टिप् अस्ति अतः तत्र पित् अस्ति अतः गुणः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन अवेक् अवेद् तदनन्तरम् अवेता अवीताम् प्रथमपुरुषे द्विवचने तु गुणः नास्ति अपित् अस्ति अतः अवीताम् तदनन्तरम् अन् अस्ति तदा अजादि अपित् अस्ति अतः तत्र अचिष्णु इकोयणचि बाधित्वा अचिष्णुधातुभुवां तिवोर्यङ्गो अनेन इयङ् भवति इय एव तिष्ठति अतः अवीयन् भवति तदनन्तरं मध्यमपुरुषे एकवचने सिप् अस्ति अतः अवेहे भवति अवि अवेहे भवति सार्वधातुक अर्धधातुकयोः अनेन मध्यमपुरुषद्विवचने कार्यं नास्ति अवीतं बहुवचने अवीत उत्तमपुरुषे अम् अस्ति पुनः मित् अस्ति पित् अस्ति अतः अवे तदनन्तरम् अम् भवति तत्र एचो यवायावः अनेन अवेयं भवति उत्तमपुरुषे द्विवचन तथा बहुवचने किमपि कार्यं नास्ति अतः अवीव अवीम समीचीनं भगिनि समीचीनं सम्यक् सम्यक् भगिनि उत्तमपुरुष एकवचने अवयम् अवेयम् अवेयम् इति उक्तवती खलु भगिनि अवयम् इति न उक्तवती वा एकवचने किम् उक्तवती आमाम् आं भगिनी सम्यक् उक्तवती विजयलक्ष्मी भगिनी अवेयम् उक्तवती तर्हि अवे तदनन्तरम् अम् तर्हि तत्र एचो यव यावतः अवयम् भवति न तु अवेयम् आं सम्यक् ओके ओके सम्यक् समीचीनम् अवयम् विधिलिङ्गि किम् अनिकेत् महोदय वक्तुमिच्छति वा आं भगिनि वदतु सिद्धप्रत्ययः के इति जानाति वा that page is I have scrolled down once okay upari eva asti siddhapratyaya ha yes ana vi yogah yat vi yogah yat iti apit haladi apit asti king iti cha guna nishedah वि यातः वियात् विगुण यातं वियातां यातां विगुण सोरि वि धन युः वियुः वियुः वि योगः याः वियाः वि योगः यातं वियातं वि योगः यात यात वियात वियो उत्तमपुरुष वियोगः यां वियां वियोगः याव वियाव वियोगः याम वियाम उत्तमं बहु सम्यक् समीचीनं धन्यवादः इति रूपाणि साधितानि तर्हि इदानीम् अतः ततः अग्रे गच्छामः शिङ् स्वप्ने इति धातुः भवान् एव पठतु शिङ् सार्वधातुके गुणः सात् बिन्दु चार् बिन्दु सूत्रसङ्ख्यायाः आवश्यकता नास्ति अग्रे पठतु शिङ् धातोः गुणः भवति सार्वधातुप्रत्यये परे अनेन सूत्रेण सिङ् धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि इको गुणवृद्धिः इत्यनेन परिभाषा सूत्रेण इकः स्थानी भवति अत्र स्थानी नोक्तम् यत्र स्थानी नोक्तम् सोरि यत्र स्थानी नोक्तम् अतः अत्र ईकारः स्थानी भवति शिङ्गः षष्ठ्यन्तं सार्वधातुके सप्तम् सप्तम्यन्तं गुणः प्रथमान्तं त्रिपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्ति सहितसूत्रम् शिङ्गः अङ्गस्य गुणः सार्वधातुके अपित्सु प्रत्ययेषु सार्वधातुक अर्धधातुकयो इत्यनेन गुणः आदिश्यते तदा किञ्जिति च इत्यनेन गुणनिषेधः तदा शिङ् सार्वधातुगुणः इत्यनेन पुनः गुणः अत्र किङ् इति च शिङ् सार्वधातुके गुणः इत्यनयोः कः सम्बन्धः किङ् इति च इति प्रभाद्य शिङ् सार्वधातुके गुणः इत्यनेन गुणो वा इति चेत् शिङ्गः सार्वधातुके गुणः किङ् इति च इत्यस्य अपवाद इति वा अलादिपित्सु न न तावदेव तावदेव वदतु तावदेव यत् पठितं तत् प्रतिपादयतु प्रतिपाद मीन्स् ऐ हेव् टु मेक् ऐ एम् नाट् सो फ्लुएंट ओके किमपि अवगतं वा यद् अवगतं तद् स्वशब्दैः वदतु किमपि अवगतम् I cannot speak so fast. Okay, okay. Nasti chinta. Astu, samishnam dhanyavadah. Idanim Vijayalakshmi Bhagini vadatu. Kim avagata matra. Aham ekavaram patitva eva vadami bhagini. Amam avashyam patitva vadatu. Shingaha sarvadhatuke gunaha. शिङ् धातोः गुणः भवति सार्वधातुकप्रत्यये परे अनेन सूत्रेण शिङ् धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम् अतः अत्र ईकारः स्थानी भवति शिङः षष्ट्यन्तं सार्वधातुके सप्तम्यन्तं गुणः प्रथमान्तम् त्रिपदम् इदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शिङः अङ्गस्य गुणः सार्वधातुके अत्र सूत्रं त्रिपदम् इदं सूत्रं शिङः सार्वधातुके गुणः इति केवलं शिङ् धातोः विषये रचितम् अयं सूत्रम् इदं सूत्रम् अत्र किं वदति चेत् शिङ् धातोः गुणः पित्सु एव भवति इति न अपि तु अपित्सु अपि गुणः भवति यतोहि सूत्रं वदति शिङः सार्वधातुके गुणः इति अतः सार्वधातुकप्रत्यये परे तत् पित्वा भवतु अपित्वा भवतु शिङः गुणः भवति एव अपि च अत्र स्थानी नोक्तम् परन्तु इको गुणवृद्धि इति परिभाषासूत्रेण इकः स्थाने एव इकः इति एव स्थानी भवति अतः इकः स्थाने एव कार्यं किं भवति विधीयते अत्र शीङः इति इत्यत्र ईकारः एव इक् अस्ति अतः ईकारस्य स्थाने एव कार्यं भवति अत्र अङ्गस्य अधिकारः वर्तते षष्टम अध्यायस्य चतुर्थपादात् अङ्गस्य इत्यस्य अधिकारः अस्ति अतः सम्पूर्णसूत्रम् अनुवृत्तिसहितसूत्रं शीङः अङ्गस्य गुणः सार्वधातुके इति अपित्सु प्रत्ययेषु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः आदिश्यते, तदा किङिति च इत्यनेन गुणनिषेधः भवति। तदा शीङः सार्वधातुके गुणः इत्यनेन पुनः गुणः भवति। अत्र किङिति च शीङः सार्वधातुके गुणः इत्यनयोः कः सम्बन्धः इति प्रश्नः। किङिति च इति प्रबाध्य शीङः सार्वधातुके गुणः इत्यनेन गुणो वा इति चेत्, शीङः सार्वधातुके गुणः किङिति च इत्यस्य अपवादः इति वा इति प्रश्नः अस्ति। तस्य उत्तरम् अग्रे अस्ति प्रायः, परन्तु प्रायः शीङः सार्वधातुके गुणः इति किङिति च इत्यस्य कार्यं प्रबाध्य करोति, अतः सार्वधातुकम् अपित् इत्यस्य अपवादः वा भगिनि? इत्युक्ते अत्र शीङ्गः सार्वधातुके गुणः इति सूत्रे शीङ् धातोः गुणः भवति, शीङ्गः अङ्गस्य गुणः भवति सार्वधातुके इति तावदेव उक्तं। पित् अपित् इति किमपि न उक्तं। यः कोऽपि सार्वधातुकप्रत्ययः भवतु तस्य गुणः भवति इति सूत्रमुक्तं, सूत्रेण उक्तं। तर्हि अत्र आदौ किं भवति, शीङ् धातोः तत्र सार्वधातुक अर्धधातुकयोः, यत्र पित् प्रत्ययः अस्ति तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसङ्गः अस्ति खलु। तर्हि इदानीं तस्मिन् सन्दर्भे अपि शीङ्गः सार्वधातुके गुणः इत्यस्य प्रसङ्गः भवितुमर्हति खलु? नो चेत् इदानीं केवलम् एकं पित् प्रत्ययं स्वीकरोतु, शीयोगः तिप् ति। इदानीं तत्र तु सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसङ्गः अस्ति, शीङ्गः सार्वधातुके गुणः इत्यस्य अपि प्रसङ्गः अस्ति। तर्हि तयोः मध्ये किं कार्यं कुर्यात्? शेपिते तत्र वा? शेते इत्यत्र तत्र शी योगः त इति भवति। किमर्थं त? ते इति प्रत्ययः, ते इति प्रत्ययः तु अपित् अस्ति। इत्युक्ते आत्मनेपदेषु, आत्मनेपदी प्रत्ययेषु कुत्र पित् प्रत्ययः भवति? केवलं लोटि उत्तमपुरुषे खलु? सत्यं। तर्हि इदानीं तादृशप्रत्ययः अस्ति इति चिन्तयतु, लोः प्रत्ययः अस्ति लोटि, कः प्रत्ययः? ऐ आवहै अमहै, ऐ आवहै अमहै। इदानीम् ऐ इति प्रत्ययः अस्ति इति चिन्तयतु, इदानीम् ऐ इति प्रत्ययः पित् प्रत्ययः अस्ति खलु? तर्हि इदानीं किं किं सूत्रं प्रसक्तं वर्तते तत्र? तत्र सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिरस्ति, अपि च शीङः सार्वधातुके गुणः इत्यपि प्रसक्तं भवति। तयोः सूत्रयोः मध्ये किं सूत्रं कार्यं कुर्यात्? सार्वधातुक अर्धधातुकयोः 7384 अस्ति। बलाबलचिन्तनं वा भगिनि? आमां, बलाबलचिन्तनं करोतु। शीङः सार्वधातुके गुणः इति सूत्रस्य कार्यस्थलं केवलं शीङ् धातोः विषये एव प्रवर्तते। कार्यस्थलं बहु न्यूनम् अस्ति। सार्वधातुक अर्धधातुकयोः इति तु जनरल् सूत्रमस्ति, उत्सर्गसूत्रं, तस्य बृहत् कार्यस्थलं वर्तते। अतः यत्र द्वयोः सूत्रयोः कार्यं भवितुम् अर्हति तत्र तु शिङः सार्वधातुके गुणः इत्यस्य कार्यस्थलं न्यूनम् इति कृत्वा सूत्रं व्यर्थं भवति इति तदेव कार्यं करोति इति वा भगिनी? इत्युक्ते अत्र चिन्तयतु, वस्तुतः सूत्रं व्यर्थं भवति वा? न भवति. अन्य सूत्रस्य अन्यत्र अवकाशः यत्र गुणस्य प्रसक्तिः नास्ति तत्र तु अवकाशः प्राप्यते. कुत्र कुत्र गुणस्य प्रसक्तिः नास्ति? इदानीं त आतां अन्यत्र इत्युक्ते लट्लकारे तत्र तु कुत्र पित्वा अपित्वा लट्लकारे तु सर्वत्र अपित् अस्ति. तत्र शिङः सार्वधातुके गुणः इति सूत्रं कार्यं करोति. तर्हि अपित्सु प्रत्ययेषु परेषु शिङः सार्वधातुके गुणः इत्यस्य प्रसङ्गः भवति, यतोहि अपित्सु प्रत्ययेषु सार्वधातुकार्धधातुकयोः इति सूत्रं बाधितमस्ति निति च इति सूत्रेण, यतोहि प्रत्ययः अपितः खलु. तर्हि कृति च इति सूत्रेण गुणनिषेधः, तर्हि सार्वधातुकार्धधातुकयोः इत्यस्य प्रसङ्गः नास्ति. तदानीं सिंहः सार्वधातुकगुणः इत्यस्य अवसरः लभ्यते खलु. तर्हि तस्य अन्यत्र अवकाशः अस्ति, निरवकाशत्वं तु नास्ति खलु. निरवकाशं नास्ति. तर्हि उत्सर्गसूत्रस्य कार्यं यत् यथा यदा भवितुम् अर्हति तदेव कार्यं कर्तुं शक्यते खलु. इति अस्ति इत्युक्ते अत्र अस्माभिः चिन्तनीयं किमर्थं शिङ्गः सार्वधातुके गुणः इति सूत्रं रचितं, किमर्थं रचितं? सर्वत्र गुणः न भवति, तस्य विरोधः. इत्युक्ते पित्सु प्रत्ययेषु तु गुणः प्राप्तः अस्ति, तदर्थं सूत्रस्य आवश्यकता नास्ति. नास्ति. सर्वधातुकार्धधातुकयोः इत्यनेन सूत्रेण गुणः प्राप्तः अस्ति पित्सु प्रत्ययेषु, अतः तदर्थं सूत्रस्य आवश्यकता नास्ति. परन्तु अपित्सु प्रत्ययेषु गुणः बाधितः अस्ति किमिति चेत् सूत्रेण गुणः बाधितः अस्ति, तत्रापि गुणः भवतु इति कृत्वा सूत्रं रचितमस्ति. अतः इदं विशिष्टं सूत्रम्, अस्य कार्यं केवलम् अपित्सु प्रत्ययेषु परेषु एव. पित्सु प्रत्ययेषु परेषु सर्वधातुकार्धधातुकयोः इत्यनेन गुणः स्यात् इति वयं चिन्तयितुं शक्नुमः इति एकं मतम्, इति एकं मतं काशिकायाम् एतादृशमतः आदृतः काशिकायाम्. इत्युक्ते यत्र पित्सु प्रत्ययेषु परेषु सर्वधातुकार्धधातुकयोः इत्यनेन गुणः, अपित्सु प्रत्ययेषु परेषु गुणः बाधितः, अतः शिङः सर्वधातुके गुणः इत्यनेन गुणः इति एकं मतम्. अन्यत् मतं किम् अस्ति इति चेत्, इदं सूत्रं विशिष्टम् अस्ति प्रतिपदोक्तत्वात्, अस्य एव कार्यं सर्वत्र भवति इति अपि एकं मतम् अस्ति. यत्किमपि भवतु नाम अस्माकं रूपसिद्धिः भवति, सिंहः सार्वधातुके गुणः वा भवतु सार्वधातुकार्धधातुकयोः इत्यनेन वा भवतु, गुणकार्यं तु लभ्यते खलु. अत्र प्रतिपदोक्तत्वं नाम सूत्रे एव शिङः इति धातोः नाम लिखितमस्ति इति कृत्वा प्रतिपदोक्तत्वं वा भगिनी? आमां, सूत्रे एव नाम लिखितम् इत्युक्ते, अथवा वयं द्रष्टुं शक्नुमः यत् द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति इति कृत्वा परत्वात् शिङसारदातिके गुणः इति एव भवति इति वयं वक्तुं शक्नुमः वा? पित्सु प्रत्ययेषु पित्सु प्रत्ययेषु वयं किं वक्तुं शक्नुमः, द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति, सिंहः सारदातिके गुणः इति परसूत्रम् इति कृत्वा परत्वात् तस्यैव कार्यं स्यात् इति वक्तुं शक्यते वा? शक्यते इति मन्ये. वक्तुं शक्यते खलु इति कृत्वा तदपि एकं मतम् अस्ति. अत्र सिंहः सारदातिके गुणः सर्वत्र प्रवर्तते इति एकं मतं, तदपि स्वीकर्तुं शक्नुमः. यतोहि परत्वात् विप्रतिषेधे परं कार्यम् इत्यनेन परत्वात् सिंहसारदातिके गुणः सर्वत्र कार्यं करोति इति वक्तुं शक्नुमः. पित्सु वा अपित्सु वा अस्तु. तर्हि इदानीं किञ्चित् सार्वधातुके गुणः इति सार्वधातुकम् अपित् इत्यस्य अपवादः वा? न, सार्वधातुकम् अपित् इत्युक्ते अपित् इत्यस्य अपवादः नास्ति. अपित् इत्युक्ते केवलं प्रत्ययः अपित् भवति, निद्वत् भवति इति तावदेव सार्वधातुकम् अपित्. ओ सत्यं, निद्वत् भवति इति तावदेव. इदं सूत्रं नितिच इति सूत्रस्य अत्र प्रतिप्रसवः अस्ति. सार्वधातुक अर्धधातुकयोः इत्यस्य यत्र प्रसङ्गः आसीत् तस्य भागमस्ति नितिच इति सूत्रम् अपित्सु प्रत्ययेषु. तर्हि प्रत्ययेषु प्रतिप्रसवः अस्ति. यद् यस्य निषेधः जातः, गुणकार्य निषेधः जातः क्नितिच इति सूत्रेण, तस्य पुनर्विधानं शीङ्गः सर्वधातुके गुणः इत्यनेन सूत्रेण. अस्तु अस्तु, धन्यवादः. अपवादः इति वक्तुं न शक्यते, अपवादः तु नास्ति. ओके, तर्हि इदानीम् अग्रे गच्छामः. तर्हि अत्र किं सूर्यकुमारी भगिनी पठति वा? भगिनि, तत् कुत्र भगिनि? अजादिपित्सु वा? हलादिपित्सु. ओ, हलादिपित्सु. आत्मनेपदि धातुषु नास्ति एव. आत्मनेपदे अपि अपित् एव, तत्कारणेन सिङ्गकसार्वधातुके इत्यनेन गुणः भवति कृत्वा अपित्वा अपि. अजादिपित्सु गुणः अयादेशः सियोगः ऐ सा ए सकार एकार ऐ, तत्र एकयवायवः इत्यनेन ऐ आदेशः भवति. अयोगः ऐ सयै भवति. हलाद्यपित्सु गुणः तत्र अपि सिङ्गसारधातुके इत्यनेन गुणः भवति अपित् अपि. सियोगः के सेते रूपं सिद्ध्यति. अजाद्यपित्सु तत्र अपि अपित् अस्ति, तत्कारण अपि प्रथमं गुणनिषेधः भवति. सिङ्गसारधातुक इत्यनेन गुणः भवति. गुणः भवति चेत् सि सि से भवति. अया आते प्रत्यय अस्ति, अयादेशः भवति. यतयवायावः इत्यनेन सायते इति रूपं सिद्ध्यति. शयाते भवति. सिङ्ग् धातुतः पित् प्रत्यय वा अपित् प्रत्यय वा अजादिप्रत्यय वा हलादिप्रत्यय वा अस्ति सन्ति चेत् गुणः भवति सिङ्गसारधातुके इति सूत्रेण. सर्वत्र गुणः भवति इति सारांशः. सर्वत्र गुणः भवति सारधातुक अर्धधातुकयोः इत्यनेन वा भवतु, अथवा सिंहः सारधातुके गुणः इत्यनेन वा. अत्र सिंहः सारधातुके गुणः इत्यनेन वयं स्वीकुर्मः, यतोहि परत्वात् तस्य एव कार्यम् इति उक्तं खलु. अतः सिंहः सारधातुके गुणः इत्यनेन सर्वत्र गुणः भवति इति स्वीकुर्मः चेत् तत्र सर्वत्र पित्वा अपित्वा प्रत्ययः परः गुणः भवति खलु. समीचीनं. तर्हि इदानीम् अस्तु भगिनि, धन्यवादः. इदानीम् उषा भगिनी अग्रे अग्रे पठति वा? शिङ्गो रूट्. अस्तु भगिनि, शिङ्गो रुट्. शीङ् धातुतः झ् प्रत्यय अवयवस्य स्थाने यः अत् तस्य रुट् आगमः भवति. आद्यन्तौ टकितौ इत्यनेन अत् इत्यस्य आदि अवयवः. शीङ्गः पञ्चम्यन्तं, रुट् प्रथमान्तं, द्विपदमिदं सूत्रम्. जोन्तः इत्यस्मात् जह इत्यस्य अनुवृत्तिः अदभ्यस्तात् इत्यस्मात् षष्ट्यन्तं अदभ्यस्तात् इत्यस्मात् षष्ट्यन्तस्य विभक्तिपरिणामेन अतः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शीङ्गः अङ्गात् जह अतः रुट् शीङ्गो रुट् इति सूत्रं वदति शीङ् धातुतः ज प्रत्यय अवयवस्य स्थाने यः अत् तस्य रुट् आगमः भवति इति शीङ् धातु आत्मनेपति धातु ज प्रत्ययस्य त अतां ज ज प्रत्यय अवयवस्य स्थाने यः अत् तस्य रुट् आगमः भवति इति रुट् इति तकारः इत्यनेन अस्ति इत्यनेन आद्यन्तौ टकितौ इत्यनेन अत् इत्यस्य आदि अवयवः इत्युक्ते रुट् आगमः ज प्रत्ययस्य कृते यः अत् तस्य विधीयते तत्कृते विधीयते इत्यनेन तत्पूर्वम् अस्ति तत् आदि अवयवः भवति इति अत् इति यत् अस्ति झस्थाने झ इति प्रत्ययः त अतां झ प्रथमपुरुष बहुवचनप्रत्यय तस्य स्थाने यः अत् इति भवति तत् अत् कृते रुट् आगमः इत्यनेन रुट् इति टकारादि टकारेण दत्तम् इत्यनेन अत् पूर्वं विधीयते स ऋ योगः अत् रत् इति भवति अनन्तरं शीङ्गः पञ्चम्यन्तं रुट् प्रथमान्तं सो रुट् प्रथमान्तम् इत्यनेन आगमः शीङ्गः पञ्चम्यन्तं शीङ्गः शीङ् धातुतः विधीयते इत्यनेन शीङ्गः पञ्चम्यन्तम् रुट् प्रथमान्तं द्विपदमितं सूत्रं जोन्तः इत्यस्मात् वयं जानीमः जोन्तः इत्यस्मात् जः इत्यस्य अनुवृत्तिः भवति तत्सूत्रं परिचितमेव अदभ्यस्तात् इत्यस्मात् षष्ट्यन्तस्य विभक्तिपरिणामेन अतः इत्यस्य अनुवृत्तिः अदभ्यस्तात् अदभ्यस्तात् अङ्गस्य अभ्यस्तात् अत् भवति इति सेवन् वन् फोर् खलु अत् इत्यस्य विभक्तिपरिणामः भवति अत्र अतः इति अनुवृत्तिः अदभ्यस्तात् इति परस्मैपति अपि च आत्मनेपति कृते अपि जोन्तक इत्यस्य अत् आदेशः भवति इति अदभ्यस्तात् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शीङ्गः अङ्गात् जह अतः रुट् शीङ्गः अङ्गात् शीङ्गः पञ्चम्यन्तम् अङ्गात् पञ्चम्यन्तं जह यत् जह आयाति परः जह स्थाने अत् आदेशः भवति तत् अत् कृते रुट् आगमः भवति अनुबन्धलोपे रुट् इत्यस्य कृते ऋ इति आगमः भवति रेपः एव तिष्ठति रुट् टकारः इत् चुटु इत्यनेन रु इति उकारः उच्चारणसहित ऋ एव व्यञ्जन ऋ एव आगमः भवति अते इति स्थिते भगिनी आते चुटु कथम् चुटु प्रत्ययस्य आदिः खलु कुत्र चुटु इति उक्तवती रुट् रुट् टकारः किमर्थं वयं वदामः टकारः इत्संज्ञा इति ऋ एव आगमः भवति न न अत्र टकारः इत्संज्ञकः किमर्थम् इत्संज्ञकः टकारस्य इत्संज्ञा फलन्त्यं वैताट् भगिनि फलन्त्यम् इत्यनेन टकारस्य इत्संज्ञा किमर्थं टकारः आवश्यकः टकारः पर आगमः आदि अवयवः इति सूचितं भवति. उकारः उच्चारणार्थः अर्थम् उकारः उच्चारणार्थम् आम् अहं दोषेन उक्तवती. प्रथमं टकारः इति चुटु इत्यनेन हलन्त्यम् इत्यनेन आम् हलन्त्यम् इत्यनेन टकारः ईत्संज्ञा भवति, लोपः भवति. रु इत्यस्य कृते उ उच्चारणात् ऋ एव अवशिष्यते. ऋ योगः अते रते इति भवति. प्रथमपुरुष बहुवचन लट् प्रत्ययः ते अते अते अते इति रते इति भवति. अनन्तरम् अताम् अताम् इति ताम् अताम् अताम् आत्मनेपति लोट् प्रत्यय प्रथमपुरुष बहुवचनम् अताम् इति प्रत्ययः ऋ योगः अतां भवति रतां भवति. अत इति लङ् वा लङ् आम् आम् रङ् लङ् प्रत्ययः त आताम् अत अत आ त आताम् अत सो अत इति रथ भवति. ऋ योगः अथ भवति रुट् आगम इत्यनेन रथ भवति. सो शिङ्गो रुट् एतत् सर्वं बहुवचने अस्ति वा कुत्र अस्ति एतत् सर्वं? प्रथमपुरुष बहुवचनस्थाने एव भवति. जकारः जकारः शिङ्गो रुट् ज प्रत्यय अवयवस्य स्थाने इति भवति. शिङ्गो रुट् इति 716 इत्यनेन जः अतः इति अनुवृत्तिसहितम् आयाति. अत्र अनुवृत्तिसहितसूत्रे पदानाम् अन्वयः कथम्? शिङ्गः अङ्गात् शिङ्गः पञ्चम्यन्तम् अङ्गात् अपि पञ्चम्यन्तं जः अतः रुट् जः इति प्रत्ययः जः प्रत्ययस्य स्थाने इत्यनेन षष्टि इति वक्तुं शक्यते. देन् ज इत्यस्य षष्टिविभक्ति जः जियोगः अस् जः जः अतः जः इत्यस्य अतः इति यत् अस्ति लैक् जोन्तः इत्यनेन इति यत् अतः अस्ति तस्य आगमः भवति रुट् इति. सो अतः इति इत्यस्य अनुवृत्तिसहित बट् षष्ट्यन्तस्य विभक्तिपरिणामेन अदभ्यस्तात् इत्यस्मात् विभक्तिपरिणामम् विभक्तिपरिणामम् अतः इत्यस्य अनुवृत्तिः भवति. विभक्तिपरिणामम् अत्र अत् अत् इति अदभ्यस्तात् इत्यनेन अत् आयाति बट् अतः इत्यस्य कृते इत्यनेन अतः अतः इति विभक्तिपरिणामम् अस् प्रत्ययः हस्बिन् आडन् योजयित्वा अतः इति भवति. अङ्गात् इत्युक्ते शिङ्गः अङ्गात् जः अतः जः इत्यपि षष्ठ्यन्तम् अतः इत्यपि षष्ठ्यन्तं खलु? आं भगिनि अतः अतः रुट् आगमः विधीयते आम् अनेन सूत्रेण. अस्तु भगिनि समीचीनम्. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. तत्र रूपाणि चतुर्षु लकारेषु रूपाणि इदानीं तत्र किमस्ति? उमाभग्नि वक्तुम् आरब्धुमिच्छति वा? लटि अस्ति वा उमा भगिनि? वदतु. न श्रूयते भगिनि. वदामि वदामि. लट्रूपं न एवं नास्ति अत्र रूपं न प्रक्रिया कथमस्ति? प्रक्रिया सर्वत्र गुणा फिक्स् प्लेस् गुणा अस्ति. अत्र अपि इति व्यत्यासः नास्ति. किं किं वक्तव्यं भगिनी, कथं न अवगतम्? भगिनी भवती तु अस्माकं वर्गे नूतनछात्रा नास्ति खलु? तर्हि किं वक्तव्यम् इति किमर्थं पृच्छति? तत्र प्रक्रिया कथम् अस्ति, केन सूत्रेण किं भवति इति वदतु। रूपं श्वेते इति उक्तवती, तत् कथं प्राप्तम् इति प्रतिपादयतु किञ्चित्। अत्र नूतनसूत्राणि अधीतानि खलु। धातुतः प्रथमपुरुषः बहुवचने न, अत्र प्रथमपुरुष एकवचने जः कुत्र अस्ति? प्रथमपुरुष एकवचने जः नास्ति खलु? प्रथमपुरुष एकवचने लट्टि प्रत्ययः, के के प्रत्ययाः सन्ति? न, प्रथमपुरुष एकवचने के कः प्रत्ययः? ते इति प्रत्यय खलु? अस्तु शोभा भगिनी, किञ्चित् साहाय्यं करोतु। लट्लकारे प्रथमपुरुषे ते, आते, अते इति प्रत्ययः। ओके, ते, आते, अते, अत्र सर्वत्र गुणापेक्षते गुणः सम्भवति येन सूत्रेण सार्धधातुके गुणः अस्तु वदतु। गुणः यदा भवति तदानीं किं भवति रूपम्? ओके, शीन् धातुः शे, शेते, आते, शेते, शयाते, शयते, शयाते, शयाते कथं लब्धम्? हा, गुणः एषो अयवायवः शयाते, अनन्तरं बहुवचनान्तरूपम्? बहुवचनम् अते तु शयते, हा शयते इति स्यात्, परन्तु इदानीं नूतनसूत्रम् अधीतं खलु, यद्भवती आदौ उक्तवती। हा, अत्र एव बहुवचने एव झ इति प्रत्ययः अस्ति, त आतां झ इति बहुवचनान्तप्रत्ययः, तर्हि ज स्थाने ज इत्यस्य रुट् आगमः करोतु। सर्वत्र गुणः भवति इति उक्तवती खलु, अत्रापि गुणः भवति, स्टे रूट् प्लस् अते किम् अस्ति? रुट् इत्यत्र केवलं रेपः एव तिष्ठति, स्टे रते चकारः आगन्तुकचतुस्रे लोपः भवति, न आद्यन्तौ टकितौ इति लोपः न भवति, हलन्त्यम् इति सूत्रेण तकारस्य इत्संज्ञा भवति, तस्य लोपः अतः अङ्गासिद्धः अतः रुप् शे अनन्तरं रु इत्यत्र उकारः उच्चारणार्थः, ते रेपः अते किं भवति? शेरते शेरते इति भवति खलु, शेरते अग्रे नव्योपुष शे आते द्वे गुणः अपेक्षते प्लस् किं गतौ से प्लस् से आदेशप्रत्ययोः षकारः परिपेक्षे सो से प्लस् से से देन् आपे से प्लस् से प्लस् आपे गुणः से देन् आपे देन् इति एव सुप्रसे शयार्थे से प्लस् द्वे से द्वे देन् उत्तमपुरुषः ये बहेमहे सो से प्लस् ये सै देन् से प्लस् वहे से वहे सेमहे न एकवचने किमस्ति रूपं से प्लस् ये ये न एकार प्लस् से प्लस् ए एकारः इत्यस्य अनन्तरम् अचुवर्णः अस्ति चेत् किं भवति सूत्रम् सूत्रः न सूत्रम् भवती तु जानाति एचोयवायवः सूत्रस्य से प्लस् ये सये शये शयावहे शयामहे न शयावहे न कुत्र अस्ति शयावहे सेमहे सेवहे सेमहे आम् अस्तु अस्तु तर्हि इदानीम् अग्रे गच्छामः लोटि मीना भगिनी वदतु अस्तु भगिनि शीयोगः ताम् आताम् अताम् भवती पूर्वमपि लोटि एव उक्तवती खलु आं भगिनि अस्तु अस्तु तर्हि इदानीं सरस्वती भगिनी लोटि वदतु मीना भगिनी लङ्गि वदतु अस्तु भगिनि प्रत्ययाः सन्ति ताम् आताम् अतां स्वं स्व आतां ध्वम् ऐ अवहै अमहै एवं सन्ति तर्हि शी शीतः प्रारम्भं कुर्मः चेत् सार्वधातु शीङ्ग सार्वधातुके गुणः इत्यनेन सूत्रेण शेतु भवति एव तर्हि शे तदनन्तरं ताम् तर्हि तत्र कार्यं किमपि नास्ति केवलं वर्णमेलनं शेताम् तदनन्तरं शे आताम् अत्र एचो यवायावः तर्हि श्रयाताम् तदनन्तरं अतां परन्तु अत्र शिङ्को रुट् भवति तर्हि रतां भवति अतः शेरताम् तदनन्तरं स्व अस्ति शे स्व आदेशप्रत्ययोः इत्यनेन षत्वं भवति अतः शेष्व तदनन्तरं आथां तर्हि पुनः शे आथाम् एचो यवायावः श्रयाथां ध्वं कार्यं नास्ति केवलं वर्णमेलनं शे ध्वम् ऐ अत्र शे ऐ एचो यवायावः श्रयै आवहै तर्हि शे आवहि एचो यवायावः श्रयावहै आमहै पुनः एचो यवायावः श्रयामहै सम्यक् सम्यक् समीचीनं तर्हि मीना भगिनी अग्रे लङ्गि लङि तत्र च आतां ज ता सातां द्वं तत्र करेक्ट् इत् महीमहि थिङ्ग्स् तत्र प्रत्ययाः सन्ति तत्र अडागमः भवति लङि तत्र अ शी त तत्र तकारः हलादि अपि तस्मात् शृङ्गसारुदात्के गुणे इति गुणः भवति अशेत तत् आताम् अयोगः शी योगः आताम् अशेयाताम् शृङ्गसारुदात्कगुणः अशे अस्ति अशे अशे अशि अशि आतां तत्र तत्र गुण अशयाताम् अस्ति भव अस्ति वा अत्र प्रत्ययः कः प्रत्ययः तत्र आतां भवति त आतां तर्हि सर्वत्र गुणः भवति खलु एकारः भवति किं भवति अशे अशे अशे अशे आताम् अशेयावः भवति तत्र अशयातां तावदेव अशयाताम् अशयाताम् त आतां तत्र तन्तु अशि अथ क्षीणसार्वदात्के तत्र आत्मज अस्ति तत्र शीङ् रुट् भवति अशे अशे अशेरथ तत्र गुणः भवति तदनन्तरम् अशेरथ भवति शीङ् रुट् इति सूत्रेण अयोगः शी थाः भवति अशेताः तत्र शीङ्गसार्वदक समानसूत्रेण गुणः भवति अशे अशेयातां तत्र गुणः भवति पर तदनन्तरम् एचोयावक अशेयाथाम् अशि अशि द्वम् अशे गुणः भवति शीङ्गसार्वदत्के गुणयुतिसूत्रेण अशेद्वम् इवहिमहि तत्र अशीङ्गगुणे इति सूत्रे अशे इ एचोवयावः अशै अशै अशै भवति वहि महि अशे सिंहसार्धगुणे अशे वहि अशे वहि अशे महि अस्तु सम्यक् सूर्यकुमारी भगिनी विधिलिङ्गि आं भगिनि विधिलिङ्गकारे सर्वाणि प्रत्ययाः अपित् तदापि गुणः भवति सर्वे प्रत्ययाः अपितः अपि क्षम्यतां सर्वे प्रत्ययाः अपितः तदापि गुणः भवति सिङ् सार्वधातुके इति सूत्रेण स्त्रियोगः एत प्रथमं गुणः भवति सूत्रं किमस्ति पुनः वदतु सिङ् सार्वधातुके न सिङ्गः सिङ्गः सारदातिके खल न सूत्रं पश्यतु सूत्रं किम् अस्ति सिङ्गः सारदातिके गुणः क्षम्यतां गुणः अपि वक्तव्यं सिङ्गः योगः एत नकारलोपः योगः एत ते योगः एत यत्वयवायावः सर्वत्र भवति से योगः अय् आदेशः चयीत द्विवचने चयी चयीत् याताम् बहुवचने चयीरन् मध्यमपुरुषः चयी से योगः ीताः सेयीताः सेयीयातां द्विवचने सेयीद्वं बहुवचने उत्तमपुरुषप्रत्ययः ईय ईवै ईमयि तत्रापि सेयीय सेयीवहि सेयीमहि समीचीनं समीचीनं सम्यक् अस्तु धन्यवादः तर्हि इदानीं किञ्चित् अग्रे गच्छामः तत्र विजयलक्ष्मी भगिनी अग्रे पठति वा तर्हि प्रश्नः आगतः आसीत् आं भगिनि तर्हि प्रश्नः आगतः आसीत् यत् क्नीति च इति प्रबाध्य शिङः सार्वधातुके गुणः इत्यनेन गुणो वा इति चेत् शिङः सार्वधातुके गुणः किनिति च इत्यस्य अपवादः इति वा अत्र त्रयाणां सूत्राणां निमित्तं किम् इति ज्ञातव्यम् सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकम् अपित् सार्वधातुकं नित्वत् अस्ति. क्निति च इत्यनेन यः प्रत्ययः गित् कित् अथवा ङित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म सः गुणवृद्धिः न भवति. शीङः सार्वधातुके गुणः इत्यनेन शीङ् धातोः गुणः भवति सार्वधातुकप्रत्यये परे. सार्वधातुक आर्धधातुकयोः इत्यनेन इग् लक्षणगुणः क्रियते. किनिति च इत्यनेन इग् लक्षणगुणः निषेध्यते. पुनः शीङः सार्वधातुके गुणः इत्यनेन इग् लक्षणगुणः क्रियते. त्रिषु अपि इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम्. अत्र इतोपि प्रश्नस्य उत्तरं तु न प्राप्तं खलु भगिनि, अग्रे अस्ति वा? अत्र अत्र प्रश्नः कः इति एकवारं प्रतिपादयतु. अस्तु, अत्र किमिति च इति सूत्रेण गुणस्य बाधः भवति, परन्तु शीङः सार्वधातुके गुणः सूत्रेण गुणः प्रवर्तते. अतः प्रश्नः उदेति यत् क्विनिति च शीङः सार्वधातुके गुणः इति सूत्रस्य अपवादः वा इति. सारि, उल्टा, किनिति च इति सूत्रस्य शीङः सार्वधातुके गुणः वा गुणः अपवादसूत्रं वा इति प्रश्नः उदेति. इति चेत् शीङः सार्वधातुके गुणः अपवादः वा इति, तदेव प्रश्नः. अपि च सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्तङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे भवति चेत्. अपि च सार्वधातुक आर्धधातुकयोः इत्यस्य गुण यदि सार्वधातुके यदि अपित् भवति तर्हि निद्वत् भवति, अतः किमिति च इति सूत्रेण तत्र गुणस्य निषेधः भवति. परन्तु शीङः सार्वधातुके गुणः इति सूत्रेण सार्वधातुक पित्वा भवतु अपित्वा भवतु गुणः सर्वत्र भवति इति वदति. अतः त्रयाणां सूत्राणां कः सम्बन्धः इति अत्र प्रश्नः. यतोहि त्रयाणां सूत्राणां प्रसक्तिः तु इगन्त अङ्गस्य सारि इक् इति स्थानिनोक्तम्. अतः इक् इको गुणवृद्धिः इति परिभाषासूत्रेण इकः स्थाने सूत्राणां कार्यं विधीयते. अतः त्रयाणां सूत्राणां किमपि अपवादः अथवा किं बलाबलचिन्तनं करणीयं वा इति अत्र प्रश्नः उदेति. कस्य कार्यं प्रथमं भवति इति इति किं भगिनि इति साधनीयम् इति वा? हा, इत्युक्ते इदानीं तत्र केवलं किम् उक्तम् अत्र अस्मिन् परिचये किम् उक्तम् इति चेत् त्रयाणां सूत्राणां किं कार्यम् इति प्रथमतया अवगन्तव्यम्. इत्युक्ते सर्वदातुकार्धदातुकयोः इत्यनेन इग्लक्षणः गुणः, निति च इति सूत्रेण इग्लक्षणगुणस्य निषेधः, सिंहः सर्वदातुके गुणः इत्यनेन पुनः इग्लक्षणगुणः इति उक्तम्. तर्हि इदानीं बाध्यबाधकभावः कथम् अस्ति इति किञ्चित् अग्रे अस्ति. तदा तत्र अग्रे किम् उत्सवभगिनी अग्रे पठति वा? वस्तुतः शीङ्गः सार्वधातुके गुणः कुत्रापि स्वतन्त्रतया कार्यं न करोति. कुत्रचित् गुणं प्रबाद्य कुत्रचित् गुणनिषेधं प्रबाद्य च स्वकार्यं करोति. शीङ्गः सार्वधातुके गुणः इति सूत्रं स्वतन्त्रतया कार्यं न करोति इति दत्तम्. एकच पित् प्रत्ययस्थले गुणं प्रबाद्य शीङ्गः सार्वधातुके पित् प्रत्ययः अस्ति चेत् वयं जानीमः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति इगन्ताङ्गस्य इति वयं जानीमः. तथा किमर्थं शीङ्गः सार्वधातुके गुणः इति रचितं चेत् तत्र गुणं प्रबाद्य शीङ्गः सार्वधातुके गुणः इत्यनेन गुणः भवति सार्वधातुक आर्धधातुकयोः इत्यनेन इति नास्ति. कुत्रचित् गुणनिषेधं प्रबाद्य अपित् प्रत्ययः अस्ति चेत् ङिति च इत्यनेन गुणनिषेधं भवति अपित् प्रत्ययः सार्वधातुकम् अपित् इत्यनेन ङित्वत् भवति इत्यनेन गुणनिषेधं भवति. तत् गुणनिषेधं प्रबाद्य शीङ्गः सार्वधातुके गुणः इति सूत्रं कार्यं करोति. शीयोगः लट् इति स्थिते शीयोगः ते सार्वधातुकप्रत्ययः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति. ङिति च इत्यनेन गुण अते इति अपित् प्रत्ययः अपित् प्रत्ययः इत्यनेन गुणनिषेधः भवति. परन्तु शीङ्गः सार्वधातुके गुणः इत्यनेन तत् गुणः प्रसक्तिः भवति. शीयोगः लोट् योग लोट् इति कृते शीयोगः उत्तमपुरुषः एकवचनप्रत्यय शीयोगः ऐ सार्वधातुक आर्धधातुकयोः शी ऐ इति लोट् इत्य उत्तमपुरुषस्य पित् प्रत्ययः. अत्र पित् प्रत्ययः गुणः भवति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति. परन्तु शीङ्गः सार्वधातुके इत्यनेन एव गुणः न तु सार्वधातुक आर्धधातुकयोः इति अत्र अस्ति. अत्र अपवादस्य विषयः वा इति प्रश्नः. निति च शीङ्गः सार्वधातुके गुणः इत्यनयोः एकत्र प्राप्तिः नास्ति. तर्हि अपवादः कथं वा स्यात्? अपवादस्य विषयः वा इति प्रश्नः. सार्वधातुक यत्र सार्वधातुक आर्धधातुकयोः इत्यनेन पित् प्रत्ययस्य कृते गुणः भवति ऐ इत्यस्य कृते लोट् इत्यस्य उत्तमपुरुष एकवचनप्रत्यय सार्वधातुक आर्धधातुकयोः इत्यनेन यत् गुणः भवति तत् गुणः बाधित्वा शीङ्गः सार्वधातुके गुणः इत्यनेन गुणः भवति इति अस्ति चेत् शीङ्गः सार्वधातुके गुणः इति अपवादसूत्रम् इति भवति. यतोहि सार्वधातुक आर्धधातुकयोः इति सूत्रस्य कार्यं बहवः क्षेत्रस्य कृते अस्ति, बहवः क्षेत्रे भवति. शीङ्गः सार्वधातुके गुणः शीङ् धातोः भगिनि बहुषु क्षेत्रेषु कार्यं करोति सार्वधातुक आर्धधातुकयोः इति सूत्रं. परन्तु शीङ्गः सार्वधातुके गुणः इति शीङ् धातोः कृते एव भवति. सार्वधातुक आर्धधातुकयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति. शीङ्गः सार्वधातुके गुणः इति शीङ् धातोः कृते एव भवति. स्व अपवाद तत् पूर्वपर नित्य अन्तरङ्ग अपवाद अपवाद शीङ् धातो सार्वधातुके गुणः इति शीङ् धातोः कृते कार्यं न करोति चेत् व्यर्थं भवति इत्यनेन अपवादसूत्र निरवकाशत्वं भवति इत्यनेन सूत्रं व्यर्थं भवति इत्यनेन निरवकाशं न भवेत् अत्र व्यर्थं न भवेत् इत्यनेन शीङ्गः सार्वधातुके गुणः इति अपवादबलेन कार्यं कर्तुं शक्यते यत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवितुम् अर्हति. परन्तु सार्वधातुक ते इति प्रत्ययः शीयोगः न न भगिनि एकक्षणं कथम् अपवादः इति निर्णीतम्? निरवकाशत्वं शीङ् धातोः कृते शीङ्गः सार्वधातुके गुणः इति सूत्रं कार्यं न करोति चेत् सूत्रं व्यर्थं भवति ये अत्र कार्यं न करोति अवकाशः नास्ति वा अन्यधातोः कृते कार्यं कर्तुं न शक्यते शीङ्गः सार्वधातुके गुणः अत्र अत्र एव शीङ् धातोः कृते एव इत्युक्ते अत्र क्विति च इति सूत्रस्य अपवादः इति वदति वा न न भगिनि सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः नास्ति शीङ्गः सार्वधातुके गुणः इत्यनेन एव इत्युक्ते शीङ्गः सार्वधातुके इति सार्वधातुक अर्धधातुकयोः इत्यस्य अपवादः इति वदति वा शीङ्गः कस्य अपवादः आम् शीङ्गः सार्वधातुके गुणः पित्सु प्रत्ययेषु शीङ्गः सार्वधातुके गुणः इत्यनेन गुणः शीङ्गः सार्वधातुके अपवादबलेन कार्यं कर्तुं शक्यते सार्वधातुक आर्धधातुकयोः इत्यस्य अपवादः इति वदति वा तथा एव भासते अन्यत्वं मया भवत्या न निरूपितम् अपवादत्वम् इति निरवकाशत्वम् इति अस्ति चेत् वयं जानीमः अपवाद इति वयं वक्तुं शक्नुमः इति निरवकाशत्सु अपित्सु प्रत्ययेषु अस्य कार्यम् अस्ति खलु किमर्थं निरवकाशत्वं वदति अपित्सु प्रत्ययेषु ङिति च इत्यस्य अपवादः इति भवितुम् अर्हति खलु निति च इत्यस्य अपवादः इति वा अपवादः अपवादस्य लक्षणं निरवकाशत्वम् इति उक्तवती खलु कथं निति च इत्यस्य अपवादः निति च इत्यस्य निति च इति बहुषु क्षेत्रेषु कार्यं करोति परन्तु शीङ्गः सार्वधातुके गुणः परन्तु वयं प्रसव प्रतिप्रसवः अपि वयम् अपित्सु प्रत्ययेषु एव शीङ्गः सार्वधातुके गुणः वा अस्तु अत्र अत्र किञ्चित् सरस्वती भगिनी भवती किं चिन्तयति वदतु किं कस्य अपवादः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवितुम् अर्हति परन्तु केवलं तिप् पित् अस्ति तदा पित् नास्ति चेत् यथा आत्मनेपदेषु वयं पश्यामः तत्र पित् नास्ति तर्हि तत्र सार्वधातुक अर्धधातुकयोः अत्र गुणः न भवति तर्हि गुणनिषेधः भवति निति च सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः न भवति यतोहि निति च इत्यनेन गुणनिषेधः भवति अतः स्पेसिफिकलि अहं न जाने संस्कृतशब्दः ततः तस्मात् कारणात् एव शीङ्गः सार्वधातुके गुणः विशेषतया इति सूत्रं भवति यत् कार्यं करोति अतः तत्रापि गुणः भवति अतः शेते भवति शी योगते नो चेत् यदि एष एतत् सूत्रं न भवति तर्हि शीते भवति तद् अनिच्छन् अस्ति तर्हि तत्र अपवादः इति उक्तवती वा किम् उक्तवती कस्य आधारेण सिंहः करोति कि गुणः कार्यं करोति गुणस्य सार्वधातुक अर्धधातुकयोः इत्यस्य गुणनिषेधः निति च इत्यनेन भवति परन्तु अस्माकम् इष्ट रूपमस्ति शेते अतः तस्मात् कारणात् एव शीङ्गः सार्वधातुके गुणः इति सूत्रमस्ति गुणस्य कृते परन्तु अपवादः इति किमपि नास्ति खलु नास्ति साक्षात् तस्य प्रसक्तिः प्राप्तिः अस्ति अपित्सु प्रत्ययेषु आं खलु तर्हि पित्सु प्रत्ययेषु एव अस्माभिः चिन्तनीयं तत्र अपवादः अस्ति वा किम् अस्ति इति पित्सु प्रत्ययेषु किं भवति पित्सु प्रत्ययेषु तु सार्वधातुक अर्धधातुकयोः इत्यनेन अपि गुणः भवितुम् अर्हति शीङ्गः सार्वधातुके गुणः इत्यपि भवितुम् अर्हति कार्यं तु समानमेव अतः अहं चिन्तयामि परसूत्रम् इत्यनेन हा परसूत्रमस्ति तथा च प्रति किमस्ति शब्दः विशेषतया शीङ् धातु कृते अस्ति अतः सूत्रम् एतस्य अपि प्रसक्तिः भवति परन्तु अन्ततो गत्वा कार्यं तु समानमेव इत्युक्ते गुणः एव शी अत्र सार्वधातुकार्धधातुकयोः कार्यं करोति वा शृङ्गः सार्वधातुके गुणः कार्यं करोति, फलितांशः तु तत् समानमेव. अस्तु, समीचीनं. तर्हि इदानीम् अग्रिमपरिच्छेदम् एकवारं पठतु. अत्र अपवादस्य विषयः वा एवं ततः अत्र अपवादस्य विषयः वा इति प्रश्नः. निति किं निति च शिङ्ग सार्वधातुके गुणः इत्यनयोः एकत्र प्राप्तिः नास्ति, तर्हि अपवादः कथं वा स्यात्? एतस्य एव चर्चां वयम् इदानीमेव कृतवन्तः. निरवकाशो अग्रे पठानीं वा? पठामि किं भगिनि? आमामां, कृपया. निरवकाशो विधिरपवादः इति अपवादस्य लक्षणम्. विप्रतिषेधे परं कार्यम् इत्यस्य कृते द्वयोः सूत्रयोः तुल्यबलविरोधः अपेक्षते. तुल्यबलविरोधः इत्यर्थम् एकत्र प्राप्तिः अपेक्षते, अन्यत्र अन्यत्र लब्धवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः एकत्र प्राप्तिः अपेक्षते. परशास्त्रे, नित्यशास्त्रे च, अन्तरङ्गशास्त्रे क्वचित् भवति, क्वचित् न भवति, किन्तु अपवादशास्त्रे निरवकाशो विधिरपवादः इति लक्षणम्. अत्र साक्षात् एकत्र प्राप्तिः भवेत् इति न उक्तम्. सामान्यतया द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति, द्वयोः मध्ये च एकस्य अन्यत्र लब्धावकाशः नास्ति इति स्थितौ अपवादः इति वदामः. अत्र केचन वैयाकरणाः वदन्ति यत् एकत्र प्राप्ति भिन्नविषये अपि कुत्रचित् अपवादः स्वीक्रियते, मातृभिः उच्यते, किन्तु यत् वस्तुतः अपवादविषये कुत्रापि एकत्र प्राप्तिः नास्ति एव. तर्हि अत्र निरवकाशविधिः अपवादः इति अपवादस्य लक्षणं. परन्तु विप्रतिषेधे परं कार्यं करोति, परन्तु तद् यदा कार्यं करोति तदा द्वयोः सूत्रयोः तुल्यबलविरोधः अपेक्षते. इदानीं तुल्यबलविरोधः एकत्र एव प्राप्तिः भवेत्, तदा एव तुल्यबलविरोधस्य चिन्तनं कर्तुं शक्यते. अत्र एकत्र परशास्त्रे नित्यशास्त्रे च. परशास्त्रे इत्युक्ते अन्यत्र अन्यत्र लब्धावकाश एतद् वा भगिनी? अहम् एतद् न परशास्त्रे न जानामि. एकत्र प्राप्ति अपेक्षते परशास्त्रे नित्यशास्त्रे च. परशास्त्रे इत्युक्ते विप्रतिषेधे परं कार्यम्. अस्तु अस्तु, नित्यशास्त्रे च. अन्तरङ्गशास्त्रे क्वचित् भवति, क्वचित् न भवति. परन्तु अपवादशास्त्रे इत्युक्ते अपवादस्य यदा चर्चां भवति तर्हि तदा निरवकाशविधिरपवादः इति लक्षणम्. इत्युक्ते निरवकाशः अस्ति चेदेव अपवादस्य वयं कुर्मः तदा चर्चा. तदा अत्र एकत्र प्राप्तिः भवेत् इति नोक्तम्. इत्युक्ते निरवकाशः अस्ति चेत् एकत्र प्राप्तिः नास्ति चेदपि तत्र अपवादस्य लक्षणं भवति. अतः सामान्यतया द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति, परन्तु द्वयोर्मध्ये अन्यत्र लब्धावकाशः नास्ति चेत् अपवादः इति वदामः. यस्य सूत्रस्य अन्यत्र लब्धावकाशः नास्ति तस्य प्रसक्तिः भवति अपवादरूपेण. परन्तु अत्र केचन वैयाकरणाः वदन्ति यत् एकत्र प्राप्ति भिन्नविषये अपि अपवादः स्वीकर्तुं शक्यते, परन्तु मातृभिः उच्यते यत् अपवादविषये कुत्रापि एकत्र प्राप्तिः नास्ति एव. तर्हि एकत्र प्राप्तिः तस्य विषयः एव नास्ति, केवलं निरवकाशः अस्ति चेत् अपवादस्य कारणं भवति, अपवादसूत्रस्य प्रसक्तेः कारणं भवति. हा, समीचीनम्. इत्युक्ते अत्र एतेषां त्रयाणां सूत्राणां सम्बन्धः कः इति ज्ञातुं अत्र लक्षणं दत्तमस्ति, अपवादस्य लक्षणम् उक्तम्, अनन्तरं विप्रतिषेधे परं कार्यम् इत्यस्य अपि लक्षणं तत्र, विप्रतिषेधे परं कार्यम् इति सूत्रस्य सूत्रेण किम् उच्यते, तुल्यबलविरोधः यदा द्वयोः सूत्रयोः तुल्यबलविरोधः अस्ति तदानीं तयोः एकत्र प्राप्तिः अस्ति, तदानीं परसूत्रं बलवत् भवति इति उक्तम्। तर्हि यत्र परसूत्रं, परसूत्रस्य निर्णयः भवति, परसूत्रस्य बलम् अधिकम् इति यदा निर्णयः भवति तदानीं तत्र तु एकत्र प्राप्तिः अपेक्षिता वर्तते, नित्यशास्त्रे अपि एकत्र प्राप्तिः अपेक्षिता वर्तते, अन्तरङ्गशास्त्रे क्वचित् भवति क्वचित् न भवति, परन्तु यदा अपवादः इति वयं वदामः तदानीम् एकत्र प्राप्तिः भवेत् इति नास्ति तत्र। तदर्थम् अत्र एकम् उदाहरणम्, अस्माकं प्रसिद्ध उदाहरणमस्ति खलु आद्गुणः वृद्धिरेषि इति, तत् सूत्रद्वयं वयं पश्यामः इदानीं। तत्र अग्रे शोभा भगिनी पठति वा? आं भगिनि, यथा आद्गुणः वृद्धिरेचि इति सूत्रे द्वे, कृष्णायोगः एकत्रम्, अत्र आद्गुणः भवति अचिपरे, वृद्धिरेचि भवति एचिपरे, एकत्र प्राप्तिः अस्ति किम्? मातृभिः उच्यते यत् अचिपरे इत्यनेन सर्वक्षेत्रं स्वीकृतम्, अतः आद्गुणः इत्यस्य एव प्राप्तिः, तदनन्तरम् एव आद्गुणः इत्यस्य प्राप्तेः कारणतः वृद्धिरेचि इत्यस्य निरवकाशत्वम्। अस्य निरवकाशत्वस्य बलेन आद्गुणः इति शास्त्रं प्रबाद्य वृद्धिरेचि प्राप्नोति इति। तत्र इदानीं यत् मातृभिः उक्तं, वस्तुतः अपवादविषये कुत्रापि एकत्र प्राप्तिः नास्ति एव इति, तस्मिन् विषये उदाहरणरूपेण आद्गुणः अपि वृद्धिरेचि इति द्वे स्वीकृते, कृष्णायोगः एकत्रम् इति प्रक्रियायाम् आद्गुणः इति तत्र परवर्णः अच् अस्ति, अपि च आद्गुणः भवति अचि परे इति तु अस्ति, आद्गुणः इति आत् गुणः इति अचि परे भवति, वृद्धिरेचि इति भवति एचि परे, इत्युक्ते अच् इत्यस्मिन् प्रत्याहारे एच् अपि अन्तर्भूतः अस्ति। एकत्र प्राप्तिः अस्ति किम्? तत्र एकत्र प्राप्तिः इत्युक्ते तत्र किं, तत्र एच् वर्ण अचि परे यत् कार्यं भवति एचि परे अपि भवति, तर्हि तत्र एचि इति किञ्चित् सीमितमस्ति, यत् कार्यम् अचि परे भवति तत्र अच् प्रत्याहारे सर्वत्र सर्वेषु स्वरेषु परेषु भवितुम् अर्हति, किन्तु एचि इति तु एच् प्रत्याहारस्थस्वरेषु परे एव भवति, तर्हि तत्र एकत्र प्राप्तिः इति न भवति इति मन्ये। मातृभिः उच्यते यत् अचि परे इत्यनेन सर्वक्षेत्रं स्वीकृतम्, आम् आद्गुणः इत्यस्य एव प्राप्तिः भवति तथा इति, इत्युक्ते प्रथमम् आद्गुणः इत्यस्य एव प्रसक्तिः भवेत् तत्र, यतोहि अचि इति उक्तत्वात्, तदनन्तरमेव तस्य कारणात् परम् इत्युक्ते आद्गुणः इत्यस्य प्राप्तेः कारणतः वृद्धिरेचि इत्यस्य निरवकाशत्वं भवति इति कृत्वा। अस्तु, इदानीं तत्र वृद्धि आद्गुणः इत्यनेन सर्वत्र तदेव सूत्रं प्रथमम् आगत्य कार्यं करोति चेत् वृद्धिरेचि कुत्रापि कार्यं कर्तुं न शक्नोति, यतोहि तत्र अच् इति उक्तत्वात् सर्वे स्वराः स्वीकृताः सन्ति, तर्हि वृद्धिरेचि इति कुत्र कार्यं कुर्यात् इति चेत् तत्र निरवकाशत्वात् एव कार्यं करोति, अस्य निरवकाशत्वस्य बलेन आद्गुणः इति शास्त्रं प्रबाद्य वृद्धिरेचि प्राप्नोति, नो चेत् तस्य कार्यं न भवति एव इति तत्र उक्तमस्ति भगिनि। हा, समीचीनम्। इत्युक्ते यत्र अपवादः इति वयं वदामः इत्युक्ते द्वयोः सूत्रयोः एकत्र प्राप्तिः इति नास्ति तत्र, एकं सूत्रं तु अन्यस्य सूत्रस्य कार्यक्षेत्रे अन्तर्भूतमस्ति, तस्य निमित्तम् अन्तर्भूतमस्ति, अचि आद्गुणः इत्यस्य अचि परे इति वयं वदामः चेत् तत्र एचि अपि अन्तर्भूतं खलु? एचि अपि अन्तर्भूतम् आम्, अतः तत्र हा पृथक्तया तत् सूत्रम् आगन्तुं न शक्नोति यतोहि अच् अचि इति उक्तत्वात्, तर्हि एकत्र आम् आद्गुणः उत्सर्गसूत्रमस्ति, तर्हि आद्गुणः इत्यस्य सर्वत्र प्रसक्तिः अस्ति. अचि इति उक्तत्वात् सर्व यः कोऽपि अच्वर्णः भवतु अस्य सूत्रस्य कार्यम् आगच्छति, कार्यं कर्तुम् आगच्छति इदं सूत्रम्. तर्हि तदानीं तत्र वृद्धिरेचि इति तस्य अवकाशः नास्ति, निरवकाशत्वात् अपवादबलेन कार्यं करोति इति वक्तव्यं भवति. इति एवं रीत्या सर्वत्र अस्ति, एकं सूत्रम् अन्यस्य सब्सेट् रूपेण भवति खलु? हा, इत्युक्ते मातुः अभिप्रायः तु एकत्र प्राप्तिः कुत्रापि न भवति इत्येव वदति. अपवादविषये अपवादविषये न भवति, न भवति इति. यदि अपवाद इति कारणं कारणम् इति वक्तुं इच्छामः चेत् तत्र एकत्र प्राप्तिः न स्वीकरणीयम् अस्माकम्. एकत्र प्राप्तिः न भवति, न भवति इति एव चिन्तनीयं. तेन आधारेण एव अग्रे गन्तव्यम् इति, एकत्र प्राप्तिः इति विषयः तत्र न आगच्छति इति. इत्युक्ते उत्सर्गसूत्रस्य प्राप्तिः सर्वत्र भवति चेत् तत्र अन्यत् यत् सूत्रमस्ति तस्य कार्यं कुत्रापि न भवति इति कृत्वा निरवकाशत्वम् आयाति तत्र. आम् अस्तु, तर्हि इदानीम् ततः अग्रे किं चिन्तनम् अस्ति इति किञ्चित् इतोपि द्रष्टव्यं, तद् अग्रिमसप्ताहे परिशीलयामः. अत्र एतावता कोऽपि प्रश्नः अस्ति वा? इत्युक्ते अत्र शास्त्रचिन्तनम् अस्ति, किमर्थं पाणिनिना शीङ्गः सारदातिके गुणः इति सूत्रं रचितम् इति वयं चिन्तयामः चेत्, सरलरीत्या वयं चिन्तयामः चेत् वयं द्रष्टुं शक्नुमः सर्वत्र गुणः अपेक्षितः, यः गुणः सारदातुकार्धधातुकयोः इति न लभ्यते, तदर्थमेव सूत्रं रचितम् अस्ति. तर्हि यत्र सारदातुकार्धधातुकयोः इत्यस्य प्राप्तिः भवति तत्र किमर्थं शीङ्गः सारदातिके गुणः? यत्र प्राप्तिः न भवति तत्र गुणः इष्यते इति कृत्वा तत्र अपित्सु प्रत्ययेषु अस्य कार्यमिति वयं सामान्यतया वक्तुं शक्नुमः खलु, सूत्रं दृष्ट्वा सामान्यतया वक्तुं शक्नुमः. परन्तु एवमेव अस्ति वा, तत्र मतभेदः अस्ति वा इति अत्र चर्चा जायमाना अस्ति. अस्तु अस्तु, अत्र समयः अतीतः, अत्र स्थगनं कुर्मः. शीङ् धातुः वस्तुतः बहु लौकिकधातुः अस्ति, सर्वत्र अस्माकं प्रयोगे आयाति शीङ् धातुः, तस्य रूपाणि अपि अस्माकं प्रयोगे आयाति. अत्र शीङ्गातोः रूपाणि मनसि सन्ति चेत् बहु लाभदायकं भवति. अस्तु, अत्र स्थगनं कुर्मः वा? आं भगिनि, धन्यवादः. आं भगिनि, धन्यवादः. धन्यवादः, नमस्कारः भगिनि.